पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 22 व्यास उवाच प्रश्नमेकं महाभाग करिष्ये साम्प्रतं वद त्वयैव पूर्वमुक्तं हि सुव्रतं च प्रदीश्वरं पूर्वाभ्यासेन संध्यायन्नारायणमनामयम् कस्यां ज्ञात्यां समुत्पन्नः सुव्रतपूर्वजन्मनि तन्मे त्वं साम्प्रतं ब्रूहि कथमाराधितो हरिः अनेनापि स देवेश कोऽयं पुण्यसमाविदः ब्रह्मोवाच वैदिशे नगरे पुण्ये सर्वऋद्धिसमाकुले तत्र राजा महातेजा हृदध्वज सुतो बली तस्यात्मजो महाप्राज्ञो रुक्मभूषणविश्रुतः सन्ध्यावली तस्य भार्या धर्मपत्नी यशस्विनी तस्यां पुत्रं समुत्पाद्य स आत्मसदृशं ततः तस्य धर्माङ्गदं नाम चकार नृपनन्दनः सर्वलक्षणसम्पन्नः पितृभक्तिपरायणः रुक्माङ्गदस्य तनयो योऽयं भगवतां वरः पितुःसौख्याय येनापि मोहिन्यैदु शिरो ददे वैष्णवेन च धर्मेण पितृभक्त्या तु तस्य हि सुप्रसन्नो हृषिकेशः सकायो वैष्णवं पदं नीतस्तु सर्वधर्मज्ञो वैष्णवसात्वदां वरः धर्माङ्गदो महाप्राज्ञः प्रज्ञाज्ञानविशारदः तत्रस्थो वै महाप्राज्ञो धर्मोऽसौ धर्मभूषणः दिव्यान्मनोनुगान् भोगान् मोदमानप्रभुञ्जति पूर्णे युगसहस्रान्ते धर्मो वै धर्मभूषणः तस्मात् पदात् परिभ्रष्टो विष्णोश्चैव प्रसादः सुव्रतो नाम मेधावी सुमनानन्दवर्धनः सोमशर्मस्य तनयश्रेष्ठो भगवतां वरः तपश्च चारमेधावी विष्णुध्यानपरो भवद कामक्रोधादिकान् दोषान् परित्यज्य द्विजोत्तमः संयम्य चैन्द्रियं वर्गं तपस्तेपे निरन्तरं वैडूर्यपर्वतश्रेष्ठे सिद्धेश्वरस्य सन्निधौ एकीकृत्य मनश्चायं संयोज्य विष्णुना सह एवं वर्षशतं स्थित्वा ध्यानेनास्य महात्मनः सुप्रसन्नो जगन्नाथ शङ्खचक्रगदाधरः तस्मै वरं ददा वन्यं स लक्ष्म्या सह केशवः भो भो सुव्रतधर्मात्मन्बुद्ध्यस्व विबुद्धाम्बर वरं वरय भद्रं ते कृष्णोऽहं ते समागतः एवमाकर्ण्यमेधावी विष्णोर्वाक्यमनुत्तमं हर्षेण महदाविष्टो दृष्ट्वा देवं जनार्दनं बद्धाञ्जलिपुडो भूत्वा प्रणाममकरोत्तदा सुव्रत उवाच संसारसागरमदीव महासुदुःखजालोर्मिभिर्विविधमोहचयैस्तरङ्गैः सम्पूर्णमस्ति निजदोषगुणैस्तु प्राप्तस्तस्मात् समुद्धर जनार्दनमाशुदीनम् कर्माम्बुदे महदिगर्जति वर्षतीव विद्युल्लदोल्लसति पादकसञ्चयैर्मे मोहान्धकारपडलैर्मम नास्ति दृष्टिर्दीनस्य तस्य मधुसूदन देहि हस्तम् संसारकाननखनं बहुदुःखवृक्षैः संसेव्यमानमपि मोहमयश्च सिंहैः संदीप्तमस्ति करुणा बहुवह्नितेजः संतप्य मानमनिशं परिपाहि कृष्ण संसारवृक्षमधिजीर्णमपीह उच्चं मायासु कन्दकरुणा बहु दुःखशाखं जायादिस्सङ्गच्छदनं फलितं मुरारे तत्राधिरूढपतितं भगवन् हि रक्ष दुःखानलैर्विविधमोहमयैः सुधूमैः शोकैर्वियोगमरणान्तिकसन्निभैश्च दग्धोऽस्मि कृष्णसततं मम देहि मोक्षं ज्ञानाम्बुधै समभिषिञ्च सदैव मां त्वं कोरान्धकारपटले महदीवगर्ते संसारनाम्नि पतितं सततं हि कृष्ण त्वं सत्कृपो मम हि दीनभयादुरस्य तस्माद्विरज्यशरणं तव आगतोऽस्मि त्वामेव ये नियतमानसभावयुक्ताध्यायन्ति ज्ञानमनसा पदवीं लभन्ते न त्वैव पादयुगलं च महासुपुण्यं यद्देव किन्नरगणाः परिचिन्तयन्ति नान्यं वदामि न भजामि न चिन्तयामि त्वत्पादपद्मयुगलं सततं नमामि कामं त्वमेव मम पूरयमेद्य कृष्ण दूरेण यादु मम पादक संचयस्थे दास्योऽस्मि देव तव किङ्करजन्मजन्म त्वत्पादपद्मयुगलं सततं स्मरामि यदि कृष्णप्रसन्नोऽसि देहि मे सुवरं प्रभो मन्मादापितरौ कृष्ण सकायौ मन्दिरे नय आत्मनश्च महादेव मया सहन संशयः श्रीकृष्ण उवाच एवं ते परमं कार्यं भविष्यदि न संशयः तस्य तुष्टो हृषिकेशो भक्त्या तस्य प्रतोषितः प्रयातौ वैष्णवं लोकं दाहप्रलयवर्जितौ सुव्रतेन समं तौ द्वौ सुमना सोमशर्मकौ यावत्कल्पद्वयं प्राप्तं तावत् स सुव्रतो द्विजः बुभुजे बुभुजे दिल्लोकांश्चैव महामदे देवकार्यार्थमत्रैव काश्यपस्य गृहं पुनः अवतीर्णो महाप्राज्ञो वचनात् तस्य चक्रिणः ऐन्द्रं पदं हि यो भुङ्क्ते विष्णोश्चैव प्रसाददः वसुदत्तेदि विख्यातः सर्वदेवैर्नमस्कृतः ऐन्द्रं पदं हि यो भुङ्क्ते साम्प्रतं वासवो दिवि ये दत्ते सर्वमाख्यातं सृष्टिसम्बन्धकारणम् अन्यदेवं प्रवक्ष्यामि यदेव परिपृच्छसि व्यास उवाच धर्माङ्गदो महाप्राज्ञो रुक्माङ्गदसुदो बली आद्ये कृतयुगे जातसृष्टिकाले स वासवः तत्कथं देवदेवेश अन्यो धर्माङ्गदो भुवि अन्यो रुक्माङ्गदो राजा किं चायं त्रिदशाधिपः एतन्मे संशयं जातं तद्भवान् वक्तुमर्हति ब्रह्मोवाच हन्त ते कथयिष्यामि सर्वसन्देहनाशनं देवस्य लीलासृष्ट्यर्थे वर्तते द्विजसत्तम यथा वाराश्च पक्षाश्च मासाश्च ऋतवो यथा संवत्सराश्च मनवस्तथा यान्ति युगाः पुनः पश्चात्कल्पः समायादि व्रजाम्येवं जनार्दनम् अहमेव महाप्राज्ञमयि यान्ति चराचराः पुनःसृजति योगात्मा पूर्ववद्विश्वमेव हि पुनरहं पुनर्वेदा पुनस्ते देवता द्विजाः तथा भूपाश्च ते सर्वे स्वचरित्रसमाविलाः प्रभवन्ति महाभाग विद्वांस्तत्र न मुह्यति पूर्वकल्पे महाभागो यथा रुक्माङ्गदो नृपः तथा धर्माङ्गदश्चायं संजातख्यादिमान् द्विजः रामादयो महाप्राज्ञा ययादिर्नहुषस्तथा मन्वादयो महात्मानप्रभवन्ति लयन्ति च ऐन्द्रं पदं प्रभुञ्जन्ति राजानो धर्मतत्पराः यथा धर्माङ्गदो वीरप्रभुञ्जन्ति महत्पदं एवं वेदाश्च देवाश्च पुराणा स्मृतिपूर्वकाः एतत्तु सर्वमाख्यातं तवाग्रे द्विजसत्तम चरितं सुव्रतस्याथ पुण्यं सुगदिदायकम् अव्यक्तं तु महाभागप्रब्रवीमि तवाग्रतः इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे ऐन्द्रे सुव्रतोपाख्यानं नाम द्वाविंशोऽध्यायः ॐ